नमस्ते भगिनि. नमस्ते भगिनि. भव्य अस्मि. किञ्चित् प्रतीक्षां कुर्मः भगिनि, अन्येषामपि किञ्चित् न्यूस् मध्ये भवामि तावत्. वसन्त भगिनि, आमां महोदय, किञ्चित् अन्य आगच्छेयुः इति किञ्चित् म्यूट् मध्ये भवामि, प्रतीक्षां करोमि. महोदयस्य ध्वनिमुद्राणि नास्ति. महोदय, कियत्पर्यन्तं पाठितवान् भगिनि? भगिनी पूरा समापितवान् करपत्रं, किन्तु यत् अन्तिमं परिच्छेदम् अस्ति तत् केवलं विद्याभगिनी उक्तवती तस्य जटिल अस्ति तत् अन्तिमं यत् सूत्रम् अस्ति. निमिषं प्रतीक्षां कुर्मः वा वयम्? आमां भगिनि, अवश्यम्. क्षालितानि पात्राणि यथास्थानं स्थापयन्ति अस्ति. क्षम्यताम्. नमस्कारः महोदय सुब्रह्मण्य. सुप्रभातम्. नमस्कारः महोदय. चत्वारः अस्तु महोदय. नमस्कारः सर्वेषाम्. नमस्ते महोदय. भगिनी तर्हि आरम्भतः पठामः, कुतः आरभ्यते? वयं वर्गे आशंसायां भूतवत् तस्मात् पठितवन् आरम्भ आरभितवन्तः. आम् भगिनि, तर्हि किमर्थम् इत्युक्ते तस्मात् पूर्वं तत्र विभाषा साङ्काशे इति वयं पठितवन्तः गते सप्ताहे. एकः वयं पुनःस्मरणं कृत्वा अग्रे गच्छामः इति. ओ, तत्रापि पुनस्मरणं तदपि पुनःस्मरणं कर्तव्यं वा? आं भगिनि, तर्हि अहं वदामि वा प्रथमसूत्रत्रयस्य? अस्तु. अनद्यतने लुट् इत्यस्मिन् अत्र अस्माकं करपत्रं यत् वयं रचितवन्तः ततः पठामि. तत्तु सरलमासीत् खलु. तत्र अनद्यतने लुट् इति किमिषम् अत्रापि आगच्छामि. मणि अभिज्ञा वचने लृट् साधु तस्मात् आम् आम् भगिनि करपत्रमपि अत्र प्रदर्शयन्ती अस्मि. तत्र वयं किम् उक्तवन्तः गते सप्ताहे, अनद्यतने लुट् इत्यस्मिन् सूत्रमस्ति, सूत्रमेव अनद्यतने लुट् इति एव अस्ति खलु. तत् सः किम् अस्ति, तत्र औत्सर्गिकसूत्रमस्ति. अनद्यतनार्थे यत्र इत्युक्ते अनद्यतनभविष्यत्कालार्थे इत्युक्ते श्वः वा श्वभावि वा अस्ति चेत् अद्यतनं मास्तु, सामान्यमपि मास्तु. तादृशश्वः वा श्वभावि वा यः अन्य अनद्यतनभविष्यत्कालः वर्तते तस्य कृते लुट् लुट् विधानं भवति इति, लुट् लकारस्य विधानं. तदनन्तरं लुट् शेषे च इत्यनेन वयं किं ज्ञातवन्तः, तत्र सामान्यभविष्यत्कालार्थे नो चेत् यत्र व्यामिश्रणं भवति अद्यतनम् अनद्यतनम् इति सामान्यभविष्यत्कालः इति व्यामिश्रणं भवति, नो चेत् क्रियायां क्रियातायाम् उदाहरणार्थं गमिष्यति तत्र पठिष्यति इति गच्छति इति तादृशं तादृशक्रियातायां क्रियायाम् उपपदे सति तत्र लृट् लकारः भवति इति सामान्य औत्सर्गिक तत्र किम् अस्ति सामान्यभविष्यत्कालार्थम् अस्ति विधानम् अस्ति. अपि अद्य यदि भविष्य भवति तत्र तत्रापि सामान्य व्यामिश्रे इति खलु तदेव खलु व्यामिश्रि अद्य वा श्व किन्तु अद्य केवलम् अद्य अद्यतन सामान्यभविष्यत्कालः तर्हि तदपि लिखने वा अद्यतन अद्यतन वा नो चेत् सामान्यभविष्यत्कालार्थे व्यामिश्रे नो चेत् क्रियार्थायां क्रियायां तदा तु लृट्लकारः भवति. अनन्तरम् अभिज्ञावचने लृट् इति पुनः लृट्लकारः कुत्र वक्ष्यति इत्युक्ते अनद्यतनार्थे यत्र भूतकाले अत्र तु भविष्यत्कालः नास्ति साक्षात् भूतकाले कालात् यत्र अभिज्ञावचनस्य प्रयोगः क्रियते. अभिज्ञावचनम् इत्युक्ते यत्र स्मरति किम् इति तादृशपदं तादृशपदम् उपयुज्य यत्र वदामः तत्र तु लृट्लकारः भवति. अनेन अभिज्ञावचने लृट् इत्यनेन लङ् न भवति. लङ् इत्यस्य निषेधकसूत्रं वर्तते अभिज्ञावचने लृट् इति सूत्रं. लङ्लकारः तु तत्र किम् अस्ति अनद्यतनभूतकाललकारः अस्ति खलु, किन्तु तस्य विधानं मास्तु इति कृत्वा यत्र अभिज्ञावचनस्य प्रयोगः अनद्यतनार्थे अत्र तु सामान्यभूतकाले नास्ति अनद्यतनार्थे अभिज्ञावचनस्य प्रयोगे सति लृट् भवति. उदाहरणार्थं भगिनी स्मरति किं तत्र गते सप्ताहे भगिन्यः महोदयाः स्मरन्ति किं गते सप्ताहे वयम् एतत् सूत्रं पठिष्यामः इति भवति खलु. आम् भगिनी अत्र अभिज्ञावचन तत्रापि पार्श्वे लिखतु स्मृत्यै बोधकवचना पर्यायपदानि इति साधु भवति न अवगमनम् तदनन्तरं न यदि इत्यनेन यत्र अनद्यतनार्थे भूतकालार्थे अभिज्ञावचनं यत्र लृट् सामान्यतया तत्र लृट् विशेष लृट् विधानं भवेत् अभिज्ञावचन लृट् इत्यनेन, किन्तु यदि यत् शब्दस्य प्रयोगः अस्ति चेत् तत्र निषेधः जातः निषेधकसूत्रमस्ति यत्र तत्र किं वदति अत्र अत्र तु लङ्लकारः औत्सर्गिकलङ्लकारस्य प्रयोगः भवति. तदा किं भवति तत्र उदाहरणार्थं लृट् तु न भवति. अत्र उदाहरणार्थं भवन्तः महोदयाः भवन्तः स्मरन्ति ननु यत् इति प्रयोगेन यत् वयं गते सप्ताहे एतत् सूत्रम् अपठाम इति भवति खलु. यत् अपि वक्तव्यम् उक्तवती खलु तत्र स्मरन्ति किं यत् इति उपयुक्तवती. तदनन्तरं विभाषासङ्काशे इति अस्ति, पुनः समानमस्ति यत्र अनद्यतनकालार्थे भूतकाल भूतकालार्थे भूतकाले सामान्यतया लङ् भवति स्म किन्तु यत्र अभिज्ञावचनं प्रयुज्यते तदा तु लृट् भवेत् किन्तु यत्र यद् वा यद् इत्यस्य प्रयोगः वा यद् इत्यस्य प्रयोगः वा न भवतु किन्तु साकाङ्क्षा अस्ति चेत् साकाङ्क्षा इत्युक्ते यत्र सम्बन्धबोधकपदं खलु सम्बन्धबोधकवाक्यं क्रिया क्रिया भवेत् सम्बन्ध साकाङ्क्षा लक्ष्यक्रिया लक्षणक्रिया तदपि पार्श्वे लिखतु इति साधु लक्ष्यक्रिया लक्षणक्रिया तर्हि अत्र तु साकाङ्क्षा इति यः किं भवति लक्षणं नास्ति खलु तत्र तु लक्ष्यक्रिया भवति साकाङ्क्षाक्रिया इति द्वयोः मध्ये सम्बन्धः अस्ति लक्ष्यलक्षणक्रियायोः क्रिययोः सम्बन्धः यत्र वर्तते तद्भवति साकाङ्क्षा इति तदा तु लृट् वा भवतु लङ् वा भवतु उभयोः अपि साद् भवति विभाषा शून्येन विकल्पेन भवति उदाहरणार्थं वयं गते सप्ताहे किमस्ति मेलितवन्तः भवन्तः स्मरन्ति ननु वयं गते सप्ताहे मेलितवन्तः तत्र मिलित्वा पाठम् एतत् सूत्रं तत्र तु एवमपि वक्तुं शक्यते अधुना यत् प्रयोगः नास्ति तदा तु तत्र किं पठिष्यामः इति प्रयोक्तुं शक्यते नो चेत् अपठाम यत् इत्यस्य प्रयोगः यत्र भवति यत् वयं एतत् सूत्रम् चत्वारि वाक्यानि भवन्ति चत्वारि वाक्यानि तावत् आसीत् तत्र स्थगयामि अहं तर्हि आरम्भतः तर्हि वयं भगिनी सर्वे भवान् भवती लेखितुं महोदयं प्रेषयतु इति अहं भवतीं प्रेषयामि भवती महोदयं प्रेषयतु न न भवती करोति चेत् भवान् भवती एव प्रेषयामि वयं तु मिलित्वा कुर्मः भगिनि तावदेव तर्हि सा आशंसायाम् इति पठामः वा पुनः आमां तत्र प्रथमं तु सूर्यकुमारी भगिनी आगतवती भवती पठति वा भगिनि भगिनि वचने नायति विभाष आशंसायां भूतवच्य भविष्यत्कालार्थे भूतकालस्य वर्तमानस्य च प्रत्ययः भवति विकल्पेन आशायाः विवक्षायां भविष्यति काले भूतवत् वर्तमानवत् च प्रत्यया वा स्युराशंसायाम् इति सिद्धान्तकौमुदी स्युः आशंसायाम् इति सिद्धान्तकौमुद्याम् आशंसायां भूतवत् च आशंसायाम् इत्युक्ते आशायाः इति अर्थः भगिनि आं भगिनि आशा तत्र भविष्यत्काल भवति भूतकाल अपि भवति वर्तमानकाल अपि भवति अप्राप्तस्य प्रियार्थस्य प्राप्तुमिच्छा अप्राप्तपदार्थस्य प्राप्तेः इच्छाम् आशंसा इत्युच्यते आशायाः इत्युक्ते अथवा आशंसायाम् इति पदस्य अर्थः यत्र अप्राप्तपदार्थस्य प्राप्ते इच्छा अस्ति तत्र आशंसा इति उच्यते आशंसा भविष्यति एव भवति तदापि आसंसायाः विवक्षायाम् अनेन सूत्रेण धातोः भूतकालार्धकस्य वर्तमानार्धकस्य प्रत्ययः विकल्पेन विधीयते. भूतवत् इत्यस्य कथनेन सामान्यभूतकालः इत्यस्य इङ्गितम् अतः सामान्यभूते लुङ् इत्यस्य एव व्यवहारः न लङ् अत्र न तु लङ् वा लित् वा लित् लङ् न भवति सामान्यभूतकालविषये लुङ् एव भवति. निदर्शने उपाध्यायचेत् अगमत् वा आगतः वा आगच्छति वा आगमिष्यति वा एते व्याकरणमाध्यमाध्यगीष्माहि वा अधीतवन्तः वा अधीमहे वा अध्येष्यामहे महे इति. तत्र लुङ् एव भवति सामान्यभूते न लङ्लकारः भूतकालविषये लुङ् भवति लङ् लङ् वा लित् न भवति वर्तमान भवति लुट् भवति वा भगिनि लुङ् वर्तमान लृट् लकार लृट् लकार आगमिष्यति अत्र न तु लङ् वा लिट् वा लङ् वा लिट् न भवति आम् लङ् लिट् न भवति लृट् भवति लुङ् भवति लिङ् लुङ् लुङ् लुङ् भवति आम् लुङ् सामान्य भूतकाले लकार अस्ति लुङ् लकार आम् यथा अत्र दत्तमस्ति उपाध्याय चेत् अगमत् अपि भवति वर्तमान अपि भवति वर्तमान अपि भवति लिट् लकार सामान्य भविष्यत्काल अस्ति लिट् लकार आगमिष्यति इति लिट् लकार लिट् लिङ् वा उपाध्याय चेत् अगमत् इति अस्ति लुङ् लकार भूतकाले लुङ् लकार अगमत् इति अस्ति अगम अस्ति साधु सामान्यभूतकाल तस्य द्वितीयवाक्यमस्ति एते व्याकरणं अध्यगीष्महि इक् धातुः अस्ति इक् स्मरणे सुदादीयगर्य धातु अतः गकारः भवति जस्वं भूत्वा सो अद्य गीष्महि अधि अडागम अस्ति अधि योग अडागम योग इक् योग स्महि स्महि अस्ति अस्ति तत् इडागमम् अपि अस्ति सो अत्र रूपं भवति अद्य गीष्महि इति लुङ्लकारस्य द्वितीयमस्ति आगतः इति अस्ति निष्ठावाक्यं तान्तप्रयोग आगतः तस् भवति तवतु इति भवति निष्ठावाक्यं साधु तो उपाध्याय चेत् आगतः वा एते अधीतवन्तः तदनन्तरमस्ति उपाध्याय चेत् आगच्छति वयम् अधीमहे इति दत्तमस्ति तु वयम् अधीमहे व्याकरणम् अधीमहे. चतुर्थमस्ति उपाध्याय चेत् आगमिष्यति वा वयं व्याकरणम् अध्येष्यामहे. अवगतवती? आमाम् यत्र भविष्य लुट् उपयुज्यते तत्र भविष्यत् लुट् एव अस्ति. आमां लङ् लुङ् लकारे लुङ् लकारस्य प्रयोग आशायां लट् लकारे लट् लकारस्य लिट् लकारे लिट् लकारस्य भूतकाले अपि निष्ठापदस्य अपि उपयोगः भवति. निष्ठा मीन्स् वास्तवतु इति निष्ठा साधु इति अस्तु इति सो भूतकाल अर्थे द्वयं भवति निष्ठा वा लुङ् लकारस्य प्रयोगः. सङ्घांशः अनुवृत्तिसहितसूत्रमस्ति. आसंसायां धातोः भूतवत् वर्तमानवत् च प्रत्ययः वा परच्च आसंसायां भूतवत् वर्तमानवत् भूतवत् इत्युक्ते लुङ् वर्तमानवत् लट् लृट् अपि भवति खलु भगिनि. यदि आशा अस्ति तो आशा सामान्यतया भविष्यत्काले भवति साधु आशाया अस्ति इति सामान्य इति सूत्रे न दत्तमस्ति. आमाम् आशा इति बोधति भविष्यत्काल आशा इत्युक्ते अप्राप्तपदार्थस्य प्राप्तेः इच्छा तदेव खलु. तदेव वर्गे वयं चिन्तवन्तः आशा अपि लट् लकारे वर्तमानकाले भवति तस्य प्राप्ति वर्तमानकाले न भवति किन्तु भविष्यत्काले तु महोदय उक्तवान् सः दृष्ट्वा अस्माकं आग्रयासि बोधय बोधिष्यति किन्तु न उक्तवान् किमपि तस्य वयं कोऽपि पृष्टवान् महोदय आशा वर्तमानकाले भवति किन्तु आशास्य प्राप्ति वर्तमानकाले एव न भवति किन्तु भविष्यत्काले भवति इति वक्तुं व्यवहारे लोके इति वयं वदामः मम आशा इदानीम् अस्ति अहं पाठं सम्यक् पठिष्यामि इति भवितुं शक्नोति इति साधु किन्तु इति निश्चयेन महोदय उक्तवान् सः न जानाति इति अस्ति वा न व्याकरणे साधु अस्ति वा न In English, we can say, I wish I get this today, or I get this now. Yeah, but then we can say it in English, I wish I will go there, you know, I wish I could, you can say also, I wish I will go for the Jahnavi Shibaram, I wish I could go, right? So could also we say, right, I would go. So Bhutkal, I could, yeah. That also happens, right? आम् आम् सो यु केन् प्रतिपादतु पुनः पूर्वं श्लोकं सूत्रं क्षम्यता आशंसयां भूतवत् च इति सूत्रम् इति सूत्रं वदति आशंसयां भूतवत् च च अस्ति चेत् अन्ये अपि भवति भूतवत्य इत्युक्ते लुङ् एव न तु लङ् सामान्यभूतकालः सामान्यभूतकालः लुङ् लुङ् लकारः अन्ये लकारः भविष्यत् अनद्यतनभविष्यत् अनद्यतनभविष्यत् नास्ति सामान्यभविष्यत् सामान्यभविष्यत् अनद्यतनभविष्य लुट् प्रकारः भवति तत् नास्ति अत्र. आमाम् आम् वर्तमान सामान्यभूतकाल वर्तमानकाल लकारः अपि च निष्ठाप्रत्ययः भवितुम् अर्हति खलु भगिनि? आं भगिनि, साधु. सो अत्र अपि महोदय उक्तवान् चेत् इति आवश्यकमस्ति वाक्ये तस्य प्रयोग. यदि चेत् इति न भवति भवति तत्र आशा इति अवगमनं न भवति. लेकिन् उपाध्याय चेत् अगम्मत् इति अस्ति साधु. तो प्रत्येकं वाक्यं चेत् इति उपयोगं कर्तव्यम्. आगच्छति यथा महोदय अस्माकं अवगमनं सम्यक् भवेत् इति लिखितवान्. अध्यापक यदि आगच्छति तर्हि व्याकरणं पठेम. तो यदि तर्हि तस्य पर्यायवाचि चेत् भवति साधु. तो इत्यस्य उपयोग करणीय वाक्ये. पदविच्छेदन आशंसयां सप्तम्यन्तं भूतवताव्ययम् अव्ययं च अपि अव्ययं त्रिपदमिदं सूत्रम् वर्तमानसमीपे वर्तमानवत् वत् वा वर्तमानसामीप्ये वर्तमानवत् वा तस्मात् वर्तमानवत् अनुवृत्तिः भवति वा इत्यनयोः अनुवृत्तिः भवति. प्रत्ययः धातोः पर च अधिकारः अनुवृत्तिसहितसूत्रम् आसंशयां धातोः भूतवत् वर्तमानवत् च प्रत्ययः वा पर च. लुङ् लकारः निष्ठाप्रत्ययः वा? आम्. अपि आशंसायाम् इति सप्तम्यां विभक्त्याम् अस्ति. तो इति अत्र उपपदसप्तमी नास्ति, अत्र अस्ति विषयसप्तमी आशंसायाम्. ओके. पूर्वं वयं दृष्टवन्तः अभिज्ञावचने तत्र अव्यासाकाङ्क्षे तत्र उपपदसप्तमी भक्ति अस्ति, अत्र विषयसप्तमी अस्ति इति वयं चर्चितवन्तः. धन्यवादः भगिनि. धन्यवादः. अग्रे भवती पठति वा? अस्तु. क्षिप्रवचने लिट् भाव्य भगिनी अहं पठामि. क्षिप्रवचने लिट् आं भगिनि भवतु. क्षिप्रवचने लिट् क्षिप्रशब्दस्य च तद तदर्थकस्य उपपदे सति आशायाः विवक्षायां धातो लिट् लकार भवति. क्षिप्रवचन उपपद आशंसायां गम्यमानायां धातो लिट् प्रत्ययोः भवति इति काशिकायां. वचन इति शब्दस्य कथनेन क्षिप्रशब्दस्य समानार्थकाः शब्दाः अपि अन्तर्भवन्ति, यथा शीघ्रम्, आशु, त्वरितम् इत्यादीनि पदानि. निदर्शने उपाध्याय चेत् क्षिप्रम् आगमिष्यति. क्षिप्रं व्याकरणम् अध्येष्यामहे. अध्यापकः शीघ्रम् आगमिष्यति चेत् शीघ्रम् एव व्याकरणं पठिष्यामः. क्षिप्रवचने सप्तम्यन्तं लुट् प्रथमान्तं द्विपदमिदं सूत्रम् आशंसायां भूतवच्च इत्यस्मात् आशंसायाम् इत्यस्य अनुवृत्तिः, प्रत्ययः धातोः परश्च इत्येषाम् अधिकार अनुवृत्तिसहितसूत्रमस्ति. आशंसायां क्षिप्रवचने धातोः लुट् प्रत्ययः परश्च. इदानीं क्षिप्रवचने लिट् अस्ति. अत्रापि क्षिप्रवचने सप्त्यां विभक्त्याम् अस्ति. क्षिप्र इत्युक्ते शीघ्रम्, आशु, त्वरितं. वचने यथा अभिज्ञावचने वयं पूर्वं दृष्टवन्तः तथैव अत्रापि क्षिप्रप्रयायवाचि ये शब्दाः सन्ति तेषाम् उपयोग साधु भवति. तस्य योगे यदि क्षिप्रवचन अस्ति तस्य योगे लिट् लकारस्य प्रयोगः भवति. पूर्वं यत् सूत्रं वयं दृष्टवन्तः आशंसायां भूतवच् तत्र वयं दृष्टवन्तः भूतवत् वा वर्तमानवत् इति द्वयोः लकारयोः भूतवत् इति निष्ठापदस्य वा लुङ्लकारस्य वा वर्तमानकालस्य अपि प्रयोगः अभवत्. किन्तु अत्र तस्य विरोधः अस्ति. अत्र केवलं मृत् लकारस्य प्रयोगः करणीयं यदि क्षिप्रवचन इति प्रयोगम् अस्ति. क्षिप्रशब्दस्य तद् अर्थकस्य उपपदे सति आशायाम् अत्र उपपदे इति अत्र क्षिप्रवचनस्य तद् अर्थकस्य उपपदे सति क्षिप्रवचनस्य इति उपपदसंज्ञा अस्ति. अत्र आशायाः विवक्षायां धातो लिट् लकार भवति इति अस्ति क्षिप्रवचनं. वयं जानीमः आशा इति अप्राप्तस्य प्रिय अर्थस्य प्राप्ति इति आशा इति अस्ति. यदि क्षिप्रयोगे आशायाः प्रयोगः भवति तत्र लुट् लकारस्य प्रयोगः करणीयम् इति अस्ति. उदाहरणमस्ति उपाध्याय चेत् क्षिप्रम् आगमिष्यति क्षिप्रं व्याकरणम् अध्येषामहे इति उपाध्याय चेत् इति चेत् उक्त्वा यदि भवति तत् चेत् प्रयोग करणेन इति आशा अवगमनं भवति. यदि उपाध्याय क्षिप्रम् आगमिष्यति क्षिप्रं व्याकरणम् अध्येषामहे इति तस्य सामान्य अर्थः भवति अध्यापकः शीघ्रम् आगमिष्यति चेत् शीघ्रम् एव व्याकरणं पठिष्यामः इति अत्र अस्ति. तो क्षिप्रवचने सप्तमी विभक्ति इति उपपदसंज्ञा भवति. तत्रोपपदसप्तमी स्थितम् अनेन सूत्रेण द्विपदमिदं सूत्रमस्ति. आशंसायां भूतवच् पूर्वसमातस्य अनुवृत्तिः अस्ति. सम्पूर्णं नास्ति कारणं किं भूतवच् तत्र प्रयोगः नास्ति. केवलम् आशंसायाम् इति स्वीकृतम् अस्ति. तस्मात् प्रत्ययः धातोः परश्च इति स्वनिवृत्तिसहितसूत्रम् आशंसायां क्षिप्रवचने धातोः लिट् प्रत्ययः परश्च. सो आशंसायाम् इति अस्ति उपपदसप्तमी. क्षम्यताम् आशंसायाम् इति अस्ति विषयसप्तमी. क्षिप्रवचने अस्ति उपपदसप्तमी. धातोः पञ्चम्या विभक्त्यां लिट् प्रत्ययः परश्च. सो इति धातोः पर लिट् प्रत्यय परश्च भवति आशंसायां क्षिप्रवचने उपपदे संज्ञा सत् इति. अग्रिमं परिच्छेदमपि पठामि. प्रकृतसूत्रम् आशंसायां भूतवच् इत्यस्य अपवादः. यतोहि आशंसायां भूतवच् इति सूत्रेण क्षिप्र अवस्थायाम् अपि भूतकालिकप्रत्ययः च वर्तमानकालिक च प्रत्यय विधीयते स्म. क्षिप्रवचने लिट् इत्यनेन केवलं मृत् लकार भवति. प्रश्न उदेति यत् प्रकृतसूत्रे लिट् इति वदनस्य आवश्यकता नास्ति. आशायाः प्रसङ्गे भविष्यत्काले स्वाभाविक अतः लाघवार्थं न क्षिप्रवचने इति पर्याप्तम् आसीत्. उत्तरत्वेन उच्यते यत् लिट् इति वदनस्य आवश्यकता अस्ति एव स्पष्टीकरणार्थं यत् लुट् इत्यस्य व्यवहारः न भविष्यति. तस्य प्रसङ्गः अस्ति चेत् अपि तथा श्वः क्षिप्रम् अध्येषामहे. श्वः क्षिप्रं पठिष्यामः इति आशंसायां भूतवत् तस्य अपवादः अस्ति. तस्मिन् सूत्रे वयं दृष्टवन्तः तत्र भूतकालार्थे लुङ्लकारस्य वा निष्ठाप्रत्ययस्य प्रयोगः अस्ति वा वर्तमानकालस्य विवक्षा वर्तमानकालस्य प्रयोगः अस्ति, अपि आशंसा सामान्यभविष्यत्काल अपि भवत् तत् लिट् लकारस्य प्रयोगः अस्ति, किन्तु यत् क्षिप्रवचने लिट् अस्ति तस्य केवलं लिट् लकारस्य प्रयोगः भवति यद् क्षिप्रपपदे सति इति आगच्छति। यदि क्षिप्रस्य उपपदसंज्ञा योगे आशंसायां लिट् लकारस्य एव प्रयोगः भवति। तो महोदय इति वदति न क्षिप्रवचने अपि यदि क्षिप्रवचने लिट् इति न लिखामः, केवलं न क्षिप्रवचने, तस्मात् इति अर्थम् अवबोधं भवति न आशंसायां भूतवत् क्षिप्रवचने इति यदि अनुवृत्तिः अस्ति इति कर्तुं शक्नुमः इति लाघवं भवति। किन्तु पाणिनीयः विवक्षा अस्ति, पाणिनेः विवक्षा अस्ति, भविष्यत्काल यदि अस्ति तत्र लुट् लकार अपि भविष्यत्काल आगच्छति इति दोषः न भवेत्, अतः केवलं लिट् भवेत्, क्षिप्रवचने लिट् इति सूत्रं सम्यक् बोधं करोति। तर्हि अस्माकं विवक्षा भवेत् क्षिप्र श्वः क्षिप्रम् अध्येषामहे, श्वः क्षिप्रं पठिष्यामः इति भवति। यदि श्वः क्षिप्रम् अध्येषामहे तर्हि श्वः क्षिप्रं पठिष्यामः इति भवति, न तु क्षिप्रं क्षिप्रम् अधेशिता श्वः क्षिप्रं पठिता इति लुट् लकार न करणीयम् इति भवति दोषाय। कोऽपि प्रश्नः अस्ति इति सूत्रस्य? चिन्तयन्ती अस्मि इति वयं मङ्गलवासरे पुनः चिन्तवन्तः क्षिप्रवचने कथम् इति दत्तमस्ति लघु लाघवार्थं तत्र वक्तुं शक्नुमः, ओ ऐ ऐल् कम् इमिडियट्लि एण्ड् केन् सो बट् संस्कृते इति न भवति, संस्कृतं लिट् लकारे एव प्रयोगः करणीयम्। भगिनी अग्रिमे भवती एव पठतु इति भगिनी किञ्चित् अस्मिन्नेव विषये चिन्तयन्ती अस्मि। इत्युक्ते क्षिप्रवचने आशंसायां भूतवच्च आशंसायां क्षिप्रवचने लृट् यत्र भूते वा भविष्यति वा भवतु खलु द्वयो काले भूतकाल भवेत् वा वर्तमानकाल, तत्र यदि क्षिप्र उपपद क्षिप्रसत्यां लिट् लकारे एव भवेत्। अत्र भूतवच्च इत्यस्य अनुवृत्तिः नास्ति खलु, केवलम् आशंसायाम् अनुवृत्तिः अस्ति। तत्र सीद अनुवृत्ति अस्ति आशंसायां क्षिप्रवचने धातोः लिट् प्रत्ययः परश्च नावश्यकं, तर्हि भूतं वा अद्य वा तर्हि कालस्य निर्णयः नास्ति, भूतकाले अपि भविष्यत्काले अपि नो चेत् अद्यतने अपि किं वा भवतु वर्तमाने अपि तत्र स्पष्टीकर्तुं भूते अपि भवितुम् अर्हति इति स्पष्टीकर्तुमेव लुट् गृहीतम् इति, भूते वा वर्तमाने लुट् स्पष्टीकर्तुं लुट् लकार न भवेत् अतः लुट् लकारस्य दत्तमस्ति। लुट् भविष्यत् अन्यतन लुट् इति यदि भवति तत्रापि भविष्यत्काले भवति साधु श्वः वा श्वभावित्यं तत्रापि भविष्यत्कालः अस्ति साधु, तदपि मास्तु, अन्यकालः मास्तु, शुक्लवचनम् अस्ति तत्र तु केवलं लुट्लकारः एव, अद्यतनं वा कालस्य तु चिन्ता एव नास्ति, कोऽपि कालः भवतु तत्र सर्वत्रापि लिट् लकारः खलु लिट् लकारः भवेत् आम् कोऽपि कालः भवेत् उदाहरणवाक्यमस्ति श्वः क्षिप्रं पठिष्यामः नो चेत् श्वः इति श्वः ह्यः इति आसीत् चेत् ह्यः क्षिप्रं पठिष्यामः इति एव आसीत् भवति वा अधुना अस्ति चेत् अपि अद्य क्षिप्रं पठिष्यामः तावदेव आमाम् अस्तु भगिनि अग्रिमं पठामि वा अग्रिमपरिच्छेदम् आं भगिनि किं वृत्ते भगिनि एकप्रश्नः एकः मम प्रश्नः अस्ति अपवादः भवति वा नियमः भवति कारण प्राप्तिः अस्ति अदु आशंसायां प्राप्तेः आरभ्यमानप्राप्तेः नियमः भवति तस्य परिभाषा अस्ति आरभ्यमाने प्राप्ते सिद्धिः नियमं नियमति अस्ति तु अत्र आशंसायां क्षिप्रवचने लिट् इति आरभ्यमान अस्ति साधु आशंसायां तत्र लिट् लकार एव भवेत् इति नियमं करोति साधु न नियमयति आम् सत्यम् एतत् नियम नियमसूत्रमस्ति खलु महोदय लिख्यमान इत्यस्य अपवादः लभे सप्ताहे तु चर्चितवन्तः भगिनि दत्तपुरुषात् नियमसूत्रमेव अस्ति नियमसूत्रम् इति अस्ति सङ्कोचः नियमनम् इति इत्युक्ते we are defining a narrower category where whatever was defined earlier that we are narrowing it down and we are defining something else satra tu comes but atra tu bhutavach iti asti kalu atra tu bhutavach iti anurtih nasti tada kim bhavati iti niyamati no bhutavach na swikaraniyam yata sanyogantasya तत्र संयोगः केवलं यदि राक्षस्य रेफ पूर्वम् अस्ति तदनन्तरं कोऽपि वर्णः भवेत् वि आर् इन्फेक्ट् वि आर् ओपनिङ्ग् अप् आल् वेदर् नाट् जस्ट् भूत वि आर् आल्सो ओपनिङ्ग् अप् फ्यूचर् टैम्स् अण्ड् एव्रिथिङ्ग् खलु तर्हि लट्लकारस्य भविष्यत्कालः वर्तमानकालः इति वयं सर्वमपि तत्र अन्तर्भूतः भवति खलु तर्हि भूतकालस्य विषये अपवादः अस्ति अस्तु खलु आमां वर्तमानपि अपवादः अस्ति भूतवर्तमानद्वयोः वर्तमानकालस्य अपि किन्तु भूतवच्च इति अस्ति खलु वर्तमानकाल अत्र पश्यतु भगिनि मम पटलम् अहं पुनः प्रदर्शयामि आशंसायां भूतवश् तत्र अस्ति भूतवत् वर्तमानवत् च प्रत्ययः खलु वि हाव् टु ओन्ली लुक् अट् निमित्तम् इन् द केस् आफ् अहं पटलं प्रदर्शयन्ति अस्मि आशंसायां भूतवच्च इति भूतवत् इति एव तत्र वि आर् नाट् टाकिङ्ग् अबौट् द विधानं विधानं तु भिन्नम् अस्ति अभूतवत् अण्ड् आशंसायाम् अदर् टु क्रैटीरिया फार् आशंसायां भूतवच्च But okay. in Shipra Vachane, we don't have that Bhutavat. We have Ashamsayam and any Kara, whether it is Bhutavatva, Bhavishavatva, Vartamanavatva, Bhavatu, and Shipra Vachanam. Tarhi Bhutavat iti yastra asti, tatra tu Ashamsayam Bhutavat iti Pratama Sutram. Ashamsayam Bhutavat Shipra Vachane iti Bhutavat iti yastra, it becomes Apavada Sutram. Kalu? किन्तु यत्र अन्यत्र अस्ति आशंसायां यत्र भविष्यत् वा तत्र वर्तमानकाले वा भवति तत्र किं भवति तत्र तु किं वक्तुं शक्यते तत्र केवलं विधानम् अस्ति खलु तर्हि तदर्थं प्रायः महोदय तत्र तादृशम् अपवादः लिखितवान् इत्युक्ते अद्यैव मम मनसि स्पष्टीभ्यातं भूतवत् इति अनुवृत्तिः नास्ति इति यदि भूतवत् इति अनुवृत्तिः अस्ति चेत् किं भवति तदा नियमनं भवति अधुना तु नियमनं नास्ति अस्तु तु अपवादः एव वक्तव्यम् आम् आं भगिनि अस्तु अग्रे पठामः किं वृत्ते लिङ् लृटौ किम् इति प्रश्नवाचके सति गर्घायाः अर्थे धातोः लिङ् च लृट् च लकारौ भवतः अस्तु, यत्र किम् इति प्रश्नवाचकशब्दस्य प्रयोगः भवति, यदि अहं गर्हार्थे प्रयोगं करोमि निन्दार्थे, तदा किं जायते, धातुतः लिङ् वा लृट् वा लकारः भवतः, इत्युक्ते लिङ् लकारः भवति, कः अस्ति लिङ् इति किमस्ति अनद्यतनभूतकालः खलु, अनद्यतनभूतकालः, नो चेत् लृट् इति सामान्यभविष्यत्कालः, तादृशलकारः भवेत्। अस्तु भगिनी, अनद्यतन लङ् लकार भूतकाल अस्ति, क्षम्यतां, लिङ् इति विधिलिङ् विधिलिङ्ग् लिङ्ग् क्षम्यतां, तर्हि विधिलिङ्ग् वा भविष्यत्कालः वा लृट् वा भवति। अस्तु, अत्र किम् इति अत्र उक्तमासीत् भगिनी, अहम् अग्रे पठितवती, तत्र पठामि प्रायः, महोदय लिखितवान् स्यात्, किं कतर कतम इत्यादिषु अन्यतमः उपस्थितः स्यात् इत्यनेन किं वृत्तः इति दत्तमस्ति। हा, तत्र वृत्तः इत्यनेन विभक्तयः गृह्यन्ते इति तत्र काशिकायाम् उक्तमस्ति भगिनि, तर्हि विभक्तयः इत्युक्ते कतर कतम इति तादृशप्रत्ययाः सन्ति खलु, तेषां ग्रहणं भवति इति। तर्हि किं, न केवलं किं शब्दः, किन्तु कतरः कतमः तरतमप्रत्ययोः अपि तत्र ग्रहणं भवति, किं शब्दात् परे तरतमपोः ग्रहणं भवति इति कृत्वा केवलं किं शब्दः, नो चेत् कतरः किम् इत्यस्य तरत्व, नो चेत् किम् इत्यस्य तमप् अपि अत्र गृह्यते इति, तादृश अन्यतमः उपस्थितः स्यात् इति कृत्वा किं वृत्तः इति प्रयुक्तं। गर्हायाम् इति अनुवृत्तेः निन्दायाम् इत्यर्थः, लिङ् इति पदम् अनु पूर्वतने सूत्रे वर्तते, तथापि प्रकृतसूत्रे पुनः उक्तं दर्शनार्थं यत् लट् इत्यस्य अनुवृत्तिः भवति स्म तत् न जायेत इति। तत्र तु पूर्वतन अत्र दृष्टवती अहं, कृम्वृत्तेः इति पूर्वतनसूत्रम् आसीत्, तत्र तु लिङ् च इति दत्तमस्ति, लिङ् लट् इति निवृत्तिः आसीत्, लिङ् लट् इति उभयोः अनुवृत्तिः अस्ति। यदि वयम् अत्र केवलं तत्र किं द्वितीयसूत्रे वयं केवलं लृट लृच्छ इति स्वीकुर्मः, क्षम्यतां, लृच्छ इति स्वीकुर्मः, तदा किं भवति, उभयोः अपि अनुवृत्तिः भवति, लिङ् इत्यस्यपि अनुवृत्तिः भवति, लट् इत्यस्यापि अनुवृत्तिः भवति, तद् मास्तु इति कृत्वा पुनः साक्षात् विधानं कृतमस्ति लृङ् लृटौ इति, अनुवृत्तितः उभयमपि न स्वीकृतमस्ति इति उक्तमस्ति, तत्र प्रश्नः नास्ति खलु। गर्हायाम् इत्येव विभाषा न स्वर्यते इति स्वर्यते, अतः पूर्वसूत्रम् इत्युक्ते 33143 विभाषा कथम् लिङ् च साधु इति, तत् सूत्रे लट् लकार अपि प्रयोगः भवति, लिङ् लकार अपि प्रयोगः भवति, लट् न भवेत् तथा पुनः लिङ् अस्ति वक्तव्यमस्ति अनेन अस्मिन् सूत्रे। अस्तु, अत्र विभाषा न स्वर्यते, अत्र विभाषा नास्ति, अत्र नास्ति साधु विभाषा अस्ति, अत्र तु विभाषा नास्ति इति। अस्तु अस्तु, अवगमन् तावत् अवगतवती। आम्, किं वृत्त उपपदे गर्हायां गम्यमानायां धातोर् लिङ् लृटौ प्रत्ययौ भवतः इति सारांशः, इत्युक्ते किं वृत उपपदे सति यत्र प्रयोगः भवति, यदि किं शब्दः, नो चेत् किं शब्दस्य तरप्, नो चेत् किं शब्दस्य तमप्रत्ययौ भवति, तादृशशब्दानां यत्र प्रयोगः भवति तदा तु निन्दार्थे प्रयोगः भवति, तदा किं जायते, धातुतः लिङ् वा लृट् वा प्रत्ययो भवतः इति। सर्वलकाराणाम् अपवादः अयम् इति, इत्युक्ते यत्किमपि कालः भवतु, यत्किमपि आशा भवतु, तत्र कण्डिशनल् वा भवतु, भूतकालं वा भवतु, भविष्यत्कालं वा भवतु, तत्र वर्तमानकालं वा भवतु, परोक्ष वा भवतु, तत्र लकारस्य एव तत्र कालस्य एव निर्णयः नास्ति, किमपि कापि कोऽपि लकारः भवतु, तत्र सर्वत्रापि केवलं लिङ् लृट् इति द्वयोः प्रयोगः भवतु इति कृत्वा सर्वलकाराणाम् उपवादः इति उक्तमस्ति। यथा वयं शिप्रवचने उक्तवन्तः केवलं लृट् लकारस्य, लिङ् ग्रहणम् अत्रापि किं, क्षम्यतां, किं वृत्ति अपि उपपद संज्ञा भवति साधु, किं वृत्ते उपपदे घरायां तत्र शिप्रवचने एव अस्ति खलु न न अस्मिन् सूत्रे किं वृत्ते इति सप्तम्यां विभक्त्या उपपद संज्ञा अस्ति तस्य अपि राजि किं वृत्ति अस्तु किं वृत्ते इति उपपद तत्र उपपदं सप्तमीस्तम् इति सूत्रेण खलु अनन्तरम् अस्ति लिङ्ग्रहणं लटः परिहारार्थम् इति यद्यपि पूर्वसूत्रे लिङ्ग् अस्ति अनुवृत्तिः भवे भवितुम् अर्हति तथापि लटपि न अनुवृत्तिः लटः अनुवृत्तिः मास्तु इति कृत्वा पृथक्तया लिङ्ग् इति लिखितमस्ति लिङ्ग् रट् इति लिखितमस्ति इति काशिकायां विभाषा इत्यस्य अनुवृत्तिः न भवति अस्तु अस्य फलम् अस्ति यत् अपरेषां सर्वेषां लकाराणां बाधा भवति विभाषा नास्ति इति कृत्वा नित्यकार्यं भवति तत्र विधानं भवति एव सर्वत्र इति कृत्वा सर्वेषां लकाराणाम् अपवादः भवति अत्र केवलं विधिलिङ् च लृच् च सम्भवतः इति तावद् अवगतं खलु अस्माभिः किमः वृत्तं किं वृत्तम् तस्मिन् किं वृत्ते षष्टितत्पुरुषसमासः किमः वृत्तम् इति किं समासस्य अस्ति साधु किमः वृत्तं षष्टि किं शब्दस्य वृत्तं किं वृत्तम् इति षष्टिः भवति किमः तस्य विग्रहवाक्यमस्ति रति किमः वृत्तम् इति विग्रहवाक्यं किं वृत्तं समस्तपदस्य अस्तु षष्टितत्पुरुषः अस्ति तत् षष्टि किं शब्दस्य वृत्तम् इति लिङ् च लृक्ष तयोः इतरेतरद्वन्द्वः लिङ् लृटौ किं वृत्ते सप्तम्यन्तं लिङ् लृटौ प्रथमान्तं द्विपदमिदं सूत्रं दर्भायां लङ् अपि जात्वोः लङ् लट् अपि जायते लट् भवति इति नेत्रे कश्चन क्लेशः लट् इति एव लट् अपि जातोः इत्यस्मात् गर्हायाम् इत्यस्य अनुवृत्तिः प्रत्ययः धातोः परशितेषम् अधिकारः अनुवृत्तिसहितसूत्रं किं वृत्ते गर्हायां धातोः लिङ् लिट् प्रत्ययो परश इति उक्तम् अन्यः पठति वा अग्रे भवती पठतु इति अग्रिमं उदाहरण भगिनी भवती एव बोधयतु किं वृत्ते लिङ् लृटौ इत्यस्य उदाहरणमस्ति कः कतरः कः नो चेत् कतरः नो चेत् कतमः हरिं निन्देत् हरिं निन्दिष्यति इति उदाहरणवाक्यं कः हरिं निन्देत् अत्र तु कालस्य निर्णयः नास्ति खलु अत्र कः हरिं निन्देत् कः हरिं निन्दिष्यति कतरः हरिं निन्देत् कतरः हरिं निन्दिष्यति कतमः हरिं निन्देत् कतमः हरिं निन्दिष्यति इति तत्र उदाहरणानि अस्तु मम एक प्रश्नः अस्ति किम् इति भवती नपुंसकलिङ्गे नातु तत्र कः कथम कतर अपि कः इति प्रथमविभक्त्याम् अस्ति किं शब्दस्य पुल्लिङ्गिकमस्ति कः इति पुल्लिङ्गे पुल्लिङ्गस्य स्त्रीलिङ्गस्य नपुंसकले त्रिषु अपि कः किम् इति भवति किम् प्रातिपदिकं खलु भगिनि किम् इति प्रातिपदिकम् अस्तु सो कतर इति यदि द्वयोः मध्ये कथम् अस्ति यदि तम् इति समूहात् साधु समूह अस्तु तु अपि कतर द्वयोः कः वदति साधु विचमङ्ग टु स्पीक्स् रैट् विचमङ्ग मेनि स्पीक्स् कथम साधु पर एक एकपुरुष एव साधु कतर कथम एकवचन साधु एकवचन अस्तु तदनन्तरं कः अभाग्यः अस्ति यत् हरेः निन्दां कुर्यात् इति तदेव अर्थः अस्ति इति अस्मिन् उदाहरणे किं वृत्तेः लिङ् लृटौ इति सूत्रेण षड् वाक्यानि भवन्ति अवगतम् कः हरिं निन्देत्, कतरः हरिं निन्देत्, कतमः हरिं निन्देत्, कः हरिं निन्दिष्यति, कतरः हरिं निन्दिष्यति, कतमः हरिं निन्दिष्यति इति. अत्र किं शब्दस्य व्यवहारेण किं वृत्तं भवति, अपि च तेन व्यवहारेण गर्हा इति अर्थः अपि जायते. यत्र किं शब्दस्य प्रयोगः, किं वृत्तस्य प्रयोगः, नो चेत् अनन्तरं गर्हा अपि यत्र सङ्गच्छति, अर्थः सङ्गच्छति, तदा एव एतादृशः नियमः इति. विवक्षा इति तत्र गर्हायाम् इति तत्र विषयसप्तमी अस्ति खलु. आं भगिनि. अतः निन्दिति धातोः किं वृत्तेः लृङ्लटौ इति सूत्रेण विधिलिङ् लकारे सति निन्देत् अपि च लृट् लकारे सति निन्दिष्यति इति द्वे पदे जायते. अत्र तु गर्हायां सत्याम् इति उक्तमस्ति इति कृत्वा न केवलं निन्दशब्दस्य किन्तु निन्दार्थक अन्ये शब्दाः ये धातवः ये सन्ति तेषां सर्वेषां ग्रहणं भवति खलु. अस्तु. सो गर्हायां यत् अस्ति तस्य पर्यायवाची धातव इति निन्दार्थे ये भवति तेषां प्रयोगः भवति, केवलं निन्द न न न सर्वेषामपि भवतु सर्वेषाम्. अस्तु अस्तु. तत्र वाक्यम् एवं निन्दतं, निन्दिति धातुः एव स्वयं निन्दार्थे अस्ति इति कृत्वा निश्चयेन अत्र भवति. अन्यः अस्ति चेत् यत्र तत्र तत्र एष एव निन्दशब्दः गर्हार्थकशब्दः इति नास्ति, किन्तु गर्हायां प्रयोगे एव उक्तमस्ति खलु. गर्हायां धातोः अस्ति धातु, सो ये धातोः गर्हायां गर्हायां सूचयन्ति गर्हां सूचयति चेत् तादृशधातोः धातोः स्वीकर गर्हायां विवक्षायां धातोः कश्चनपि धातुः भवतु, गर्हायां विवक्षायाम् एतादृशः नियमः खलु. अस्तु अस्तु. धातोः इत्यस्य तत्र विशेषणं नास्ति खलु, गर्हाधातुः इति गर्हायां विवक्षायां धातोः एवं भवति. गर्हायां भवति धातोः विशेषं, गर्हायां विशेषं नास्ति, भावः नास्ति इति कृत्वा गर्हायां विवक्षायां यः कोऽपि धातोः किमस्ति कस्यपि धातोः यस्य कस्यपि धातोः तत्र लिङ्ग् लट् प्रत्ययो भवतः इति भवत. अस्तु. अत्र अग्रे उक्तमस्ति अस्तु कुत्र अस्मि इति अन्य अत्र अन्तिमपरिच्छेदः लिङ्ग् प्राग्वत् लिङ्ग् प्राग्वत् अत्र उक्तमस्ति लृङ्ग् प्राग्वत् इति उक्तमस्ति. पूर्वतने सूत्रे विवक्षा विभाषा तद् वदामि भगिनि, तत् अहम् अवगतवती इति मन्ये. पूर्वतने सूत्रे विभाषा कथमि लिङ् च एका विशिष्टा परिस्थितिः भवति यत्र लृङ्लकारस्य सम्भावना अपि भवति तद्वत् अत्रापि. पूर्वतने सूत्रे यद्यपि सूत्रे तु लिङ्लकारस्य लट्लकारस्य ग्रहणम् आसीत् इति वयम् उक्तवन्तः खलु, तत्र तस्मिन् सूत्रे उक्तम् आसीत् तत्र कुत्रचित् विशेषपरिस्थितिः यत्र भवति तत्र तु लृङ्लकारः अपि भवति इति तत्र उक्तम् आसीत्. अस्तु. तद्वत् अत्रापि किं भवति तत्र प्राग्वत् लृङ् इत्युक्ते यत्र भूतकालस्य प्रयोगः अस्ति तत्र तु लृङ्ति. लृङ्ति कः कीदृशधातुः अस्ति? सामान्यभूतकाल लुङ् अस्ति तत् लुङ् अस्ति साधु. लृङ् इति कण्डीशनल् अस्ति खलु. तत्र प्राग्वत् इत्युक्ते भूतकालार्थे, लिङ् लृङ् इति कण्डीशनल् अस्ति. यद् न भूतं तस्मिन् विषये खलु, उदाहरणार्थम् अपठिष्यत् इति स्यप्रत्ययः मध्ये आगच्छति, अनन्तरं लङ् लकारस्य प्रत्ययो भवतः तद् भवति लृङ् इति कण्डिशनल् केस् इति वदामः खलु. वृष्टिः यदि वृष्टिः अभविष्यत् अहं छत्रम् किम् अस्ति अनेष्यम् इति भवति खलु. इत्युक्ते वृष्टिः न भूतम् अहं छत्रमपि न नीतवती, उभयमपि न जातं, किन्तु तादृशकण्डिशनल् यत् न जातं तद् अहं यत्र वदामि तद्भवति लृङ्लकारः इति. किन्तु लुङ्लकारः यत् वयं कृतवन्तः यथा आशंसायां यत्र वयं दृष्टवन्तः लुङ्लक अगमत् लुङ् अस्ति अत्र तु लृङ्ग् अस्ति कण्डिशनल् लिङ्ग् कण्डिशनल् यत्र अपठिष्यत् अगमिष्यत् इति भवति खलु अस्तु अस्तु यत्र वृष्टिः न जाता अहम् अत्रमपि अहं न नीतवती किन्तु तर्हि अहं किं वदामि यदि वृष्टिः अभविष्यत् तर्हि अहं छत्रम् अनेष्यत् इति वदामि अनेष्यम् तत्र तद् ऋण कुत्र भवति इत्युक्ते प्राग्वत् इत्युक्ते भूतकालवत् इति मन्ये यत्र यथा पूर्वतने सूत्रे कुत्रचित् लृङ् इत्यपि आगच्छति तथापि अत्रापि तद्वत् अत्रापि अस्ति इति अस्तु किं वृत्तेः लृङ्टौ इति सूत्रेण यत्र एकं विशिष्टं कार्यं भवति एकं विशिष्टं कार्यं भवति स्म अथवा तादृशप्रयोजने प्रयासः जातः परन्तु परन्तु साफल्यं न प्राप्तम् अथवा भविष्यति यत्र तादृशः असफलः प्रयासः स्यात् तत्र भूतकाले विकल्पेन लृङ्लकारः भवति भविष्यत्काले च नित्यं लृङ्लकारः भवति इति इफ् अट् आल् ऐ हेड् अत्र किम् अस्ति यद्यपि अहं निन्दार्थे प्रयोगं करोमि यद्यपि अहं किं शब्दस्य प्रयोगं किं वृत्तशब्दस्य प्रयोगं करोमि तथापि ऐ एम् टाकिङ्ग् अबौट् अ कण्डिशनल् केस् इन् द पास्ट् तत्र कण्डिशनल् केस् इन् द पास्ट् तदा किं वदामि अहं तदा तु अपार्ट् फ्रम् यूसिङ्ग् लिङ्लकारः अण्ड् लृट्लकारः ऐ केन् आल्सो यूस् विकल्पेन ऐ केन् आल्सो यूस् इट् आक्चुवल् कण्डिशनल् सेन्स् विच् इस् मेण्ट् फार् कण्डिशनल् केस् रैट् सामान्यमः तु लृङ्ग्ले लृङ्गेव but because we are using kim vritta and we are also using nidarte garhate then we also get two more because of this sutra we get lingapi prayoktum shakate lrutapi prayoktum and the normal conditional clauses the kimasil ring tadapi prayoktum shakate tarhi lakara trayanam prayogah bhavati idi bhuta kalarte chet kintu idi bhavishyat kale chet kim bhavati then we cannot use ling we cannot use rut tatra tu nityam kim bhavati rut la tatra tu bhavishyat kale te kevalam conditional sense eva prayoktum shakyate we cannot use ling we cannot use rut itte it is a kim vritta shabda and garbharte kintu tatra conditional sense asti asti chet तदा तु केवलं भविष्यत्कालार्थे अस्ति चेत् केवलं लृङ्लकारः वयम् अधुना कोष्टकं तत्र करपत्रे स्थापयामः तर्हि इतोपि सम्यक् गच्छामः एतदर्थं काशिकायाम् उदाहरणं दीयते को नाम वृषलः यः यम् अत्र भवान् याजयेत् तत् को नाम वृषलः यत् यम् तत्र भवान् याजयेत् ही इस् नाट् अ वृषल अण्ड् यु हेव् नाट् बेग्ड् हिम् नैदर् बोत् डिड् नाट् हेपन् बट् ऐ एम् आस्किङ्ग् ऐ एम् यूसिङ्ग् द किं शब्द ऐ एम् यूसिङ्ग् वृषलः ऐ एम् आक्चुलि वृषलः इत्यनेन अहं मन्ये निन्दार्थे एव प्रयोगं करोमि खलु दुर्जन इति महोदय लिखितवान् दुर्जन इत्यनेन तत्र निन्दा सङ्गच्छति ऐ डोण्ट् हेव् टु यूस् द निन्द निन्द धातुः हियर् but because this has happened in the past and both did not happen tatra kashyana vrishalah api nasi tatra you did not beg that durjanam api tathapi aham tatra kim ka tarhi iti krutva aham atra kim itite iti tadrsha prayoge bhutakalarte tatra prayujate conditional sense tatra I can use either kimasti ling lakara vidhi ling lakara yajayeti iti or I can use yajayishyati which is rut based on the sutra or based on the fact that you know because it's in the past I can also use ayajayishyati iti prayoktum shakyate kutra asti atra agacchati को नाम वृषलः भवान् अयाजयिष्यत् इति बिकास् इट् इन् द पास्ट् ऐ केन् आल्सो यूस् द आक्चुवल् लृङ्लकारः लिङ्लकारस्य अडागमः नास्ति वा अडागमो भवति, अडागमः अपि भवति, अनन्तरं मध्यस्य प्रत्ययपि आगच्छति. कुत्र अस्ति अडागमः? अत्र याजयिष्यत्, अयाजयिष्यत्, भवान् अयाजयिष्यत्. अत्र कारं न दत्तमस्ति साधु. भवान् अनन्तरं वृषलं याजयेत्, याजयिष्यति. न भगिनि, कुत्र पठति? मम पटलं न पश्यति वा? अस्तु. को नाम वृषलः? यं तत्र भवान् दृष्टवती साधु. तत्र किम् अस्ति इत्युक्ते, तत्र किम् उक्तमस्ति, अत्र तु न केवलं किं नाम, कः नाम, वि केन् आल्सो यूस् कतर नाम, कतम नाम. अस्तु. बट् इन् दिस् केस् बिकास् इट् इस् इन् भूते अस्ति इति कृत्वा वाल्रुङ्ग् इत्यनेन तत्र तु तत्र अयादेश्यत् इति वदामः वयम्. आमा, अस्तु. सेम् टैम् इफ् दिस् हेड् हेपन् दिस् इस् अबौट् द फ्यूचर् रैट्? को नाम वृषलः, तत्र भवान् याजयेत् इति अस्ति. तत्र वि केन् ओन्ली यूस् इफ् अट् आल् इस् गोयिङ्ग् टु हेपन् देन् वि केन् ओन्ली यूस् फ्यूचर् टेन्स्. तदा तु वि केन् ओन्ली यूस् तत्र कण्डिशनल् सेन्स् इन् द फ्यूचर्. को नाम वृषलः? यं तत्र भवान् अयाजयिष्यत् इति एव मया वक्तुं शक्यते इफ् इट् इस् इन् द फ्यूचर् उदाहरणे वृषलः नाम दुर्जनः, याजयति इति यजुधातोः निजन्तरूपं, यजने नाम त्यागं करोति. निदर्शने कोऽपि स्वस्य चारित्रं ख्यातिः नाम वा त्यागः क्रियते दुर्जनस्य कृते. ओ ओके, त्यागं करोति इति. आम्, दुर्जनस्य कृते. आरम्भे सामान्यार्थे किं वृत्ते लृङ् लुटौ इत्यनेन विधिलिङ् चलृच्छ इत्यनयोः वाक्यानि दीयन्ते. तदा अतिपत्तौ नाम यत्र कार्यस्य असाफल्यं जायते भूते, भूते विकल्पेन लृङ् याजयिष्यत्, भविष्यति नित्यं लृङ् च भवति. अर्थः अस्ति तस्य दुर्जनस्य नाम किं, यस्य कृते भवतः असफलः प्रयासः जातः स्वस्य नाम त्यागार्थं. प्रथमे उदाहरणे च अस्मिन् अर्थे को हरिन् अनिन्दिष्यत् इति भवति. अस्तु, इत्युक्ते कोऽपि हरिं न निन्दितवान् इति कृत्वा वयं कण्डिशनल् सेन्स् उपयोगं कुर्मः. अत्र लिखामः वा किम् अस्ति इति? आं भगिनि. भगिनि, किन्तु यज् इति यद् धातु सामान्यतया अस्ति पूजायाम् इति सेक्रिफैस् इति वयं तस्य उपयोगं कुर्मः साधु. भ्रमात्मक अभवत् इति अहं महोदय लिखति इति दुर्जन वृषम् इति शक्ति वीक्षति वृषभ इति वयं वक्तामः आक्स् साधु बुल्लक् वृषलः यजति साक्रिफैस् टु आफर् टु इति टु गिव् इति अर्थः वा यजति इति? क्षम्यताम्, अहं तु बेग् इति स्वीकृतवती. समीचीनम्, अस्तु भगिनि, तर्हि लिखामः परम्. अस्तु, सूर्यकुमारी भगिनी अवगच्छति खलु भगिनि? पुनः पठामि भगिनि. पुनः यदा वयम् अत्र लिखामः भवती निश्चयेन अवगच्छेयुः. भगिनी कृपया ध्वनिमुद्रां प्रेषयतु, अहं न दृष्टवती पूर्वमपि. नित्यम् अहम् ईपत्रं न प्रेषयामि, किन्तु नित्यम् आरोपयामि. ईपत्रं प्रेषयतु. ओ, प्रेषणीयं वा? आमामाम्, अद्य प्रेषयतु. ऐ नो वेर् टु फैण्ड् देट्. अस्तु अस्तु भगिनि, अत्र चाट् मध्ये ददामि वा? ददामि वा? न न, ई पत्रं प्रेषयतु. अस्तु, सर्वे अपि बोम्बार्डिङ्ग् एव्रिबडीस् इन्बाक्स् तर्हि अत्र किं वृत्तेः प्रयोगे खलु. तदनन्तरं किम् आसीत्? गर्हायाम् अपि किम् असफलं यत् इति प्रथमं तु किं वृत्तेः गर्हायाम् इति देर् आर् फोर् केसस् हियर् अस्तु किं वृत्ते गर्हायां धातो लिङ्ग् लिट् प्रत्ययो एव भवतः खलु हा लिङ्ग् लिट् प्रत्ययो प्रत्ययो भवतः तदनन्तरं द्वितीयम् आसीत् किं वृत्तेः गर्भायां भगिनी तत्र लिखतु न किं वृत्ते तत्र कतर कथम अपि किं वृत्तेः इत्यनेन सह एव अर्थः किं शब्दस्य वृत्तेः इत्यनेन तत्र विभक्तीनामपि ग्रहणं भवति इति कृत्वा तरत्तमप्रत्ययोः ग्रहणं भवति इति उक्तमस्ति लिखो इति अस्माकं वयं मूढा अहं मूढा किमपि तस्मि कत्तर किं द्वये द्वे किं कः कत्तर भगिनी किं कः कत्तर अहं न स्मृतवती किम् इति प्रातिपदिकम् अस्ति कतर तदेव लेखनीयं वा आम् कतर कथम् आम् करप्तमप्रत्ययः असाफल्ये तदा किं भवति लिङ् ऋटौ असाफल्ये अनन्तरं भूते चेत् लिङ् लकार भूते भूते इति कृत्वा लिङ्गटौ तदनन्तरं भविष्ये अपि लिङ् साधु लृङ् इति भवति तृतीयम् अस्ति किं वृत्तेः साफल्ये भविष्यति प्रयोगे केवलं ऋङ् एव अस्ति तत्र सूत्रं भिन्नं नास्ति स केवलं समानसूत्रमेव साधु समानसूत्रमेव अस्ति किन्तु जेनेरिक् तत्र काशिकायां दत्तमस्ति इति कृत्वा तत्र भगिनी व्याकरणे अतिपत्तौ इति साफल्यस्य अतिपतौ इति तिपतौ अतिपतौ इति नाम दत्तमस्ति अतिपतौ इति इति अपि भवती लिखति तु इति साधु भवति अतिपतौ अतिपत्ति पत पतति इति पत् धातुः अतिपतति इति पत्तिः इति अतिपत्तिः इत्युक्ते बियाण्ड् आफ् ड्रौनिङ्ग् इति तादृशम् इत्युक्ते असाफल्यम् इति महोदय लिखितवान् असाफल्यम् भवती इति लिखितवती असफलं तत् अतिपतौ इति लिखतु साधु भवति आम् इदानीं सम्यक् भवति अवगतं वा भगिनि तत्र सूर्यकुमारी भगिनी अवगतवती वा एकं स्क्रीन् शाट् करोमि अहं प्रेषयिष्यामि भगिनि एतत् सर्वं प्रेषयिष्यामि आरम्भतः यत् अस्तु अपि ध्वनिमुद्रा अपि प्रेषयतु अहं महोदयमपि प्रेषयतु भगिनि ऐ डोण्ट् हाव् द करेज् भगिनि ऐ डोण्ट् हाव् द भवत्याः एतत् समीचीनं खलु smkush@gmail.com न भगिनी महोदय जानाति अहं किं न जानामि इति एकत्र सङ्ख्या मम समीपे नास्ति भगिनि किं भगिनि? भवत्याः ई पत्रसङ्केतं मम समीपे नास्ति भगिनि. गुत्तिकोण्ड 27@gmail.com. न अस्ति खलु, ऐ हेव् सेण्ट् यु ईमेल् बिफोर्. किम् अस्ति, किम् अस्ति भगिनि? गुत्तिकोण्ड GUTHIKONDA G के नास्ति, GUTH गुत्तिकोण्ड 27 गोपाल् गुत्तिकोण्ड इट् कम्स् एस् गोपाल् गुत्तिकोण्ड भगिनि. नो नो, गुत्तिकोण्ड GUTHIKONDA@gmail.com. इट्स् आटो फिलिङ्ग् एस् गोपाल् गुत्तिकोण्ड. गुत्तिकोण्ड 27. ओ, गुत्तिकोण्ड 27 वा? अस्तु, अनन्तरं मणिमहोदय अस्ति, तदनन्तरम् अरुणा भगिनी, पुष्पा भगिनि. प्रेषयिष्यामि भगिनि. प्रथमं लिखतु नित्यं, भविष्यत्काले लिङ्गकाले नित्यं. तत्र लिङ्ग् इत्येव लृङ्ग् इत्येव उक्तमस्ति खलु, किन्तु नित्यं यदि लिखति इति स्पष्टी भवति, अपि एफसेस् भवति तद्. तद्वा प्रेषयिष्यामि. Maybe I think whatever we, this simple thing, if we can remember this, whatever we right now wrote, the entire thing, it hardly comes to 10 lines, Bhagini, 7, 8 lines. If we can remember this, then the entire Karpatra is covered. Entire Karpatra is remembered. Yeah. Bhagini, kripaya apreshatu mahodayam, saha, is this a shlaghaniyam asti, Bhagini? इदानीमेव प्रेषयतु अस्माकं. टिप्पणीः खलु, द्विवचने द्वितीयाविभक्तिबहुवचने टिप्पणीः इति भवति खलु. नद्यौ इति टिप्पणी नद्यौ इव भवति साधु, नदीः खलु, नदी टिप्पण्यौ इति भवति साधु. न, नदी न, नदी शब्दः नास्ति तत्र, सः शब्दः मतिः अस्ति इव, मतिः इति एव भवति. मति इति तद् ईकार भवति, तद् ईकार मतिः इति ईकारः भवति. येषामिति दृश्यते वा मम पटलं भवेत् इति लेखनीयं वा? लिट् लकारस्य चिन्तनवर्गे एवं टिप्पणी रचितवन्तः वयम्. आमां साधु, अन्येषामिति भवेत् अतः प्रेषयामि. आम्, सूपर् अट्कुप् वा ज्ञानेन टिप्पणी भवति वा टिप्पणी भवति? तत्र तु अट्कुप् किमपि नास्ति खलु, नास्ति नी अस्ति वा, नी अस्ति दन्तिनकारः एव अत्र तत्र निमित्तं किम् अस्ति मूर्धनिनकारस्य कृते? न, किन्तु अदपि सामान्य नकारः भवति न? कः नकारः इति भवती वदति? नकारः वदति यथा मूर्धन्यनकारः भवति साधु, किमर्थं तत्र न रेफ नास्ति, किन्तु सामान्य रिञ्जन्त यदि वयं वदामः तत्र तत्र कोऽपि रेफन् कोष्टके पश्यामः टिप्पणी शब्दकोशे ओ टिप्पणी इति ईकारान्तशब्दः प्रयुक्तः अस्ति, अहं तु इकारान्तः इति चिन्तयित्वा आगच्छति. टिप्पण्यः तत्तु समीचीनमेव. अस्तु, टिप्पणीः इति एव खलु, तर्हि नदीः इति एव खलु भगिनि? अस्तु, नद्यः नदीः अन्येषं म्लाय भवेत् इति प्रेषयामः. तदस्ति वा भगिनि? प्रेषयिष्यामि. समीचीनं, विरमामः वा? अस्तु भगिनि, प्लीज् ध्वनिमुद्रा प्रेषयतु प्लीस्. निश्चयेन. अस्तु, धन्यवादः भगिनि. धन्यवादः, शुभरात्रिः. शुभरात्रिः, धन्यवादः.